गुरुब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः न्यायवर्गे सर्वेषां सुस्वागतं हेत्वाभासस्य पुनर्चिन्तनं जायमानमस्ति तत्र गते वर्गे शब्दः नित्यः श्रावणत्वात् यथा वेदाः शब्दः नित्यः कार्यत्वात् यथा घटः इति उदाहरणं समापितं खलु आं महोदय इदानीं विरुद्धः अत्र अस्ति हा हा हा अस्तु तर्हि शब्दः नित्यः श्रावणत्वात् इति जातं तर्हि इदानीं पर्वतः वह्निमान् जलात् इति उदाहरणं खलु अस्तु उदाहरणं स्वीकुर्मः अस्तु हा तर्हि का सत्यवा भगिनी आरब्धं करोति वा पर्वतः वन्यमान् जलात् इति आं महोदय उदाहरणं पर्वतः वन्यमान् जलात् अनुमानस्य उदाहरणमस्ति किम् न प्रथमं तत्र यथा इति वक्तव्यं पुस्तके न दत्तम् पर्वतः वन्यमान् जलात् जलात् इति कथं उदाहरणं नास्ति खलु महोदय तादृशं कथं चिन्तयति उदाहरणम् अस्ति वा न वा इति कथं परिशील्य यत्र वह्नि युक्तजलमस्ति तत् पर्वते तादृश अधिकरणमस्ति इति अस्ति वा इति पुनः वदतु यत्र वह्नि व्याप्यजलं यत्र कुत्रापि अस्ति वा इति चिन्तितवती इत्युक्ते तादृश अधिकरणं चिन्तनीयं यस्मिन् जले अस्ति तस्मिन् वह्निः अपि अस्ति वा खलु अन्वय उदाहरणं तदा एव दृश्यते तर्हि पर्वतः वह्निमान् जलात् तादृश उदाहरणं वक्तुं शक्यते वा तत्र वह्निः अपि अस्ति इति तादृश उदाहरणं नास्ति खलु यथा महानसे जलमपि अस्ति वह्निः अपि अस्ति एकस्मिन्नेव अधिकरणे खलु व्याप्यनित्यत्वं तु नास्ति तादृशं भिन्नभिन्न तर्हि तादृशं एकस्मिन् वेक्टर् मध्ये अस्ति चेत् नो चेत् अत्र अनुमानम् अग्रे गन्तुं न शक्यते किन्तु सः चिन्तयति तादृशं खलु अतः वयमपि चिन्तयितुं शक्यते सत्यं किमपि वक्तव्यम् अत्र उदाहरणं विना अनुमानम् अग्रे अग्रिमसोपानं न गन्तुं शक्यते इत्यतः वह्नेः जलस्य व्याप्यवृत्तित्वं नास्ति अव्याप्यवृत्तित्वमे अस्ति एकस्मिन् कोणे वह्निः अस्ति अन्यस्मिन् कोणे जलमस्ति तर्हि तं दृष्ट्वा सः वदति पर्वतः वह्निमान् जलात् इति सः वदति यथा महानसम् अस्तु तर्हि अनुमानस्य उदाहरणम् इदानीं प्राप्तम् अग्रे पक्षः साध्यं केलुकः पक्षः पर्वतः साध्यं वह्निः हेतुः जलम् उत्तमम् अग्रे पक्षः प्रसिद्धः किं केन प्रमाणेन पक्षः पर्वतः प्रसिद्धमेव प्रत्यक्षेन ज्ञातुं शक्यते साध्यः प्रसिद्धं वह्नि अपि प्रसिद्धमेव प्रमाणेन प्रत्यक्षेन ज्ञातुं शक्यते पक्षे साध्याभावः भवेत् पक्षे वह्नि अभावः तदेव अनुमति खलु भवेत् वा इति एव प्रश्नः पक्षे प्रश्नं पठतु भगिनि एकवारं पक्षे साध्याभावः सर्वदा भवति इति ज्ञानमस्ति वा वह्नि अभावः तादृशज्ञानं नास्ति सर्वदा पक्षे यदा कदापि वन्य अभावः वह्निः न भवति इति ज्ञानमस्ति वा? तदपि नास्ति. नास्ति खलु? अस्तु, तर्हि अग्रे गन्तुं शक्नुमः. तर्हि एतावत्पर्यन्तम् अत्र पर्वतः वह्निमान् इति अनुमितिः भवितुमर्हति. तर्हि इदानीं हेतोः विषये चिन्तनीयम्. यदि अनुमितिः एव न भवति, हेतोः विषये न चिन्तनीयमेव. इदानीम् अनुमितिः भवितुमर्हति. हेतुः सिद्धः किं केन प्रमाणेन? हेतुः जलात्. तदस्ति, जलं प्रसिद्धः एव प्रत्यक्षेण. इदानीं व्याप्ति पक्षधर्मदा सिद्धा वा? पर्वते जलम् अस्ति वा? तदपि भवितुमर्हति अथवा न भवितुम्? तत् तादृशमेव. न, किन्तु इदानीं सः वदति खलु पर्वतः वह्निमान् जलात्, तर्हि पर्वते जलं दृष्ट्वा एव सः वदति. जलम् अस्ति, पक्षधर्मता अपि अस्ति. अस्ति, हा, व्याप्तिचिन्तनमिति. यत्र जलं तत्र वह्नि यदा महानसम् इति भवति. इदानीं यत्र जलं तत्र वह्नि. ओके, यत्र वह्नि अभावः तत्र जलाभावः. अन्येषु द्रव्येषु नास्ति खलु? आकाशेषु नास्ति. एकमेव वदतु, तर्हि एकम् उदाहरणं वदामश्चेत् पर्याप्तम्. आकाशे नास्ति. हा, सत्यम्, आकाशे वह्नि अभावः अपि अस्ति, जलाभावः अपि अस्ति. अपि अस्ति, अतः व्यतिरेकसहचारः सिद्धः. सिद्धः. तर्हि इदानीं व्यतिरेकविचारः भवति. व्यतिरेकव्यभिचारः, यत्र साध्य अभावः तत्र हेतुः, यत्र वह्नि अभावः तत्र जलम्. श्रुते अस्ति किन्तु तद् दोषः, व्याप्तिसिद्धः अत्र. अत्र तादृशं न भवति न वक्तव्यम्. अन्वयसहचारः सिद्धः, व्यतिरेकसहचारः सिद्धः, किन्तु व्यतिरेकव्यभिचारः न भवेत् खलु? न भवेत्, किन्तु अत्र भवति. यत्र साध्याभावः यत्र वन्य अभावः तत्र जलम्. यथा ह्रदः, ह्रदः, तर्हि अत्र व्यतिरेकव्यभिचारः भवति खलु? हा, इति कृत्वा अत्र हेत्वाभासः इदानीम् आगतम्. तर्हि इदानीं यदि व्यतिरेकव्यभिचारः अस्ति, तर्हि अत्र प्रतिबन्धकज्ञानस्य आकारः ऊहां करोतु. इदानीं यत्र अभावः, साध्य अभावः, सो पर्वतः वह्नि वा वह्नि अभावव्याप्तजलवान्. एकनिमिषम्. अनुमिति वा? वदतु. अनुमित्यः पर्वतः वह्नि पर्वतः वह्नि भगिनी, तदर्थमेव मया किं कृतम् अत्र 8.3 तत्रैव क्लेशः अनुभूतः खलु, व्यतिरेकव्यभिचारः. खलु 8.3 मध्ये अस्ति. हा, तत्र ई कालं पश्यतु. तप्तायपिण्डरूपधूम अभाववद् वृत्तित्ववत् वह्निः इति अस्माभिः उक्तम्. एवम् अत्र कस्मिन् अधिकरणे व्यतिरेकव्यतिरेकव्यभिचारः जातः इति वक्तव्यं, तदेव प्रतिबन्धकज्ञानस्य आकारः भवति. तादृशं वदतु. इदानीं आकाशे अस्ति, आकाशः आकाशे अस्ति वा? आकाशः नास्ति, वह्नि अभावव्याप्य जलवान् हृदः, हृदः वह्नि वह्नि अभावव्याप्य जलवत् हृदः इति. वह्नि अभाव वह्नि अभावव्याप्य जलवत्. अत्र किं लिखितमस्ति इति तादृशमेव वक्तव्यं. हृदरूपवर्णि अभाववद् व्याप्य इति तादृशं भवे वदतु. हा हृदरूप एकनिमिषं हृदरूप धूमाभाववद्वृत्ति हृदरूप वह्नि अभाववृत्ति वृत्तित्ववत् वह्निः जलम् हृदरूप वह्नि अभाववत् वृत्तित्ववत् जलम् हृदरूपवह्नि अभाववद् वृत्तित्व वृत्ति भवति खलु वृत्तित्वम् इति न वृत्तित्व नो वृत्तित्वं कुत्र अस्ति वृत्ति जलमस्ति वृत्तित्वं कुत्र अस्ति वृत्तित्वम् अधिकरणे एव आगच्छति जले जले न वृत्तिः जलं वृत्तिः जलमस्ति हृदरूपवह्नि अभाववत् वृत्ति जलम् ओके श्रुते जले वृत्तित्ववत् जलं जलं नो चेत् वृत्तिजलम् इति अपि वक्तुं शक्यते. वृत्तित्ववत् हृदः इति न भवति वा? हृदरूप इति आरब्धं खलु. ओके अत्र हेत्वाभासः कल्पनीयः खलु. कुत्र हेतौ हेत्वाभासः हेतौ इदानीम् अवगतवती वक्तव्यम् नास्ति. हृदरूपवह्नि अभाववत् वृत्तिजलम् वृत्तिजलं तादृशं तावत् मया बुद्धं तावद् वदामश्चेत् पर्याप्तं. तावत् बुद्धं तदनन्तरं वृत्तित्ववत् तद्वत्त्वं तदेव खलु वृत्तिजलं वक्तुं शक्यते नो चेत् वृत्तित्ववत् जलम् इति उभयं समानम्. इदानीं स्मरणे आगतं तद्वत्त्वं तदेव. अतः वृत्तिजलम् इति वक्तुं शक्यते नो चेत् वृत्तित्ववत् जलम् उभयमपि समानम् वृत्तिका वृत्ति किं जलं वृत्तित्वं कुत्र जले वृत्तित्व वृत्तित्वत्वं वृत्तित्ववत्त्वं कुत्र जले जलं जले एव इति कृत्वा तादृशं वक्तुं शक्नुमः. अस्तु तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः अस्माभिः उक्तः तदनन्तरं सर्वं वक्तुं शक्यते. किन्तु इदानीं किं कुर्मः हेत्वाभासः नूतनचिन्तनम् इति स्प्रेड्शीट् तत्र गच्छेम. तत्र 17th रो मध्ये प्रतिबन्धकज्ञानस्य आकारः कथं दत्तम् इति पश्येम. व्यापकीभूताभाव प्रतियोगि जल जल जलवत् पर्वतः इति. हा इति तादृशम् अत्र तृतीयव्याप्तिः स्वीकृतमस्ति. व्याप्तेः त्रीणि लक्षणानि अस्माभिः अधीतानि खलु. अत्र साध्यव्यापकीभूत अभावप्रतियोगी इति साध्याभावव्यापकीभूताभावकृते साध्याभावव्यापकीभूताभावप्रतियोगी इति व्याप्तिः. किन्तु अत्र साध्यव्यापकीभूत इति जातं, साध्य अभाव इति नास्ति. यदि साध्याभावव्यापकीभूताभावप्रतियोगी इति भवति तदा व्याप्तिः सिद्धा भवति. अतः अत्र अत्र प्रतिबन्धकज्ञानस्य आकारः अस्ति खलु. बन्धि व्यापकीभूत बन्धिव्यापकीभूत अभावप्रतियोगी जल जलवत् पर्वतः इति उक्तम्. अस्तु, तर्हि प्रतिबध्यज्ञानस्य आकारः किं भवेत्? अत्र परिष्कर्तव्यमस्ति मया. वस्नि अभाव महोदय, इदानीं प्रतियोगी इति आगच्छति, अतः एव वस्नि व्यापकी भूताभाव इति उक्तं वा? तत् तद् बन्धकम् अत्र व्यापकीभूत इत्यत्र कीदृशसमासः इति एतत् सर्वम् अस्माभिः दृष्टं खलु? आं महोदय, अत्र वाक्नि व्यापकीभूत प्रतियोगित्व अभावः इति भवति वा? वाक्नि एतत् वह्नि व्यापकीभूताभावप्रतियोगी तादृशं वक्तव्यं चेत् एकनिमिषं भवती न अवगच्छति. अत्र एकवारं प्रतिबन्धकज्ञानस्य आकारम् एकवारम् एकवारं पठतु. बन्धिव्यापकीभूताभावप्रतियोगी जलवत् पर्वतः इत्यस्य अर्थः कः? वह्नि व्यापकी तत्र मया समीचीनतया लिखितं वा? मेहुल् महोदय पश्यतु अत्र विरुद्धः इत्यत्र किं लिखितमस्ति इति पुस्तके. एकनिमिष विरुद्धः इत्यत्र विरुद्धः इत्यत्र साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति व्याप्तेः लक्षणम्. आम्, साध्याभावव्यापकीभूताभावप्रतियोगित्वं सत्यम्. अपि च शब्दः नित्यः कृतकत्वात् अत्र वस्तुतः पुस्तके द्वितीय उदाहरणमेव चिन्तितम्. आम् आम्, शब्दः नित्यः कृतकत्वात् तत्र अनित्यत्वव्याप्य कृतकत्ववत् शब्दः अत्र किमस्ति? साध्याभाव इत्युक्ते नित्याभाव इत्युक्ते अनित्यत्व सत्यम्. अनित्यत्वव्याप्य तर्हि साध्याभावव्यापकीभूत एतावता एकनिमिषं तत् 260th पेज् मध्ये पश्यन्तु सर्वे. एतावता विवरणेन नित्यत्वसाधनाय उपन्यस्य कृतकत्वे नित्यत्वसामानाधिकरणं नित्यत्व अभावत् वृत्तित्वं नास्ति एव प्रत्युत नित्यत्व अभाव तन्निरूपित तथा च कृतकत्वं नित्यत्वाभाव व्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयः. नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् एव निश्चयः प्रमात्मकः साध्याभावव्याप्तिहेतुम् अवगाहते खलु. हा, तर्हि तत्र नित्यत्वाभाव इति न अलिख्य अत्र अनित्यत्व इति मया लिखितमस्ति. नित्यत्वाभाव अनित्यत्वाभाव एकनिमिषम् अनित्यत्वाभाव व्यापकीभूताभाव प्रतियोगित्ववत् व्यापकीभूताभाव प्रतियोगित्ववत् शब्दः शब्दः न अनित्यत्वाभावव्यापकीभूताभाववत् वत् शब्दः नास्ति कृतकत्वम् इति वत् कृतकत्वम् एव अत्र प्रतिबन्धकज्ञानस्य आकारः भवति खलु अनित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति प्रतिबन्धक तदेव प्रमात्मकज्ञानम् एवम् अत्र वक्तव्यं वह्नि अभाव तर्हि वह्निव्यापक इति न भवति वह्नि अभाव वन्यभाव व्यापकीभूताभाव प्रतियोगित्ववत् प्रतियोगित्ववत् जलम् वत् जलं तावदेव वक्तव्यं खलु वह्नि अभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् वह्नि अभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् तर्हि अत्र द्वितीय अधोभागे अत्र शब्दः नित्यः कृतकत्वात् तत्र तु अनित्यत्वाभावव्यापकीभूता इति लिखितम् किमर्थम् इत्युक्ते नित्यत्वाभावाभाव इति भवेत् तथैव अत्र वन्याभावाभावव्यापकीभूता इति न भवेत् वा उपरि न अधोभागे शब्दः नित्यः कृतकत्वात् अत्र वस्तुतः प्रश्नः कः इति चेत् वह्नि अभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इति वाक्यस्य अर्थः कः मोहन् महोदय भवानेव वदतु इति पदस्य अर्थः कः अत्र कीदृशजलम् इति अस्ति जलस्य विशेषणम् अस्ति तर्हि वह्नि अभाव किं करोतु वामतः गच्छतु वामतः दक्षिणपर्यन्तं गच्छतु अस्तु जलम् इति उक्तं खलु कीदृशजलं प्रतियोगित्ववत् तर्हि प्रतियोगित्वं जले अस्ति कस्य प्रतियोगित्वं वन्यभावव्यापकीभूताभावस्य प्रतियोगित्वम् उत्तमं तर्हि इदानीं वदतु वन्यभावव्यापकीभूताभावः इत्युक्ते कः वन्यभावेन व्यापकी व्यापकः यत् जातं तस्य अभावः इति तदेव जलं तस्य प्रतियोगित्वं जले अस्ति न बुद्धं पुनः वदतु वन्यभावव्यापकीभूताभावः इत्यस्य अर्थः तर्हि वन्य अभावेन यः व्यापकः जातं तस्य अभावः तस्य अभावस्य प्रतियोगित्वं जले अस्ति इति आगतम् न समीचीनतया न उक्तम् इतोपि पुनः एकवारं प्रयत्नं करोतु वन्य अभावव्यापकीभूताभाव वन्नेः अभावः वन्य अभावः सत्यं वन्य तर्हि इदानीं वन्य अभावः इति कश्चन पदार्थः कश्चन पदार्थः सत्यं कीदृशपदार्थः अत्र यस्मिन् वह्निः नास्ति इति घटः इति अपि वक्तुं शक्नुमः न अत्र इदानीम् अभावः एव पदार्थः वह्नेः अभावः षष्टितत्पुरुषः वह्नेः अभावः वह्नि अभावः अभावश्चतुर्विधः अस्ति खलु ओ आम् आम् अस्तु अस्तु अत्र वन्य अभावः इत्यनेन प्रागभावः उक्तः वा न प्रागभावः न उक्तः अन्योन्यः अपि न उक्तः न उक्तः अत्यन्त अभावः एव कीदृशपदार्थः इत्युक्ते अत्यन्त अभावः अत्यन्ताभावः अस्तु वन्येः अत्यन्ताभावः तदेव वन्यभावः इत्यनेन उक्तः अस्तु तर्हि इदानीं तेन तादृश अभावेन व्यापकः यत् जातं यः व्यापकः अस्ति व्यापकीभूतः अस्ति तस्य अभावस्य प्रतियोगित्वं जले अस्ति इति अर्थः इदानीमपि न उक्त सर्वस्व अत्र अधिकं वदति चेत् मध्ये किं वदति इति वन्येः अभावः वन्य अभावः इति उक्तं तदनन्तरं वन्यभावेन किं वन्य अभावेन व्यापकः व्यापकीभूत इति खलु वन्य अभावेन व्याप्तः इति भवति व्याप्तः व्यापकीभूत इत्युक्ते व्याप्तः जलं कीदृशजलं वह्नि अभाव वह्नि अभावेन व्यापकीभूतः जातः कः इत्युक्ते व्याप्तः जातः कः वह्नि अभावेन व्याप्तः जातः अभावेन व्याप्तः जातः इत्युक्ते यस्मिन् वह्निना इदानीं धूमः वह्निना व्याप्तः जातः खलु सत्यं किन्तु वह्नि अभावेन व्याप्तः जातः व्याप्तं जातं किम् अत्र अत्र जलम् अथवा पर्वतः इति भवति खलु सत्यं तर्हि इदानीं वह्निः अभाव व्यापकीभूत व्यापकीभूत अभावप्रतियोगित्वम् व्यापकीभूत अभावप्रतियोगित्वम् वन्य अभावेन यद् व्याप्तं जातं तादृशजलं परन्तु व्यापकीभूत अभावः इति अस्ति अतः एव चिन्तनीयं यद् यद् भवता उक्तम् अत्र समीचीनं नास्ति इति पुनः पुनः अहं पृच्छन् अस्मि वन्य अभाव व्यापकीभूत अभावप्रतियोगी अस्ति खलु महोदय इत्यस्य अर्थः कः इति वदतु जलाभावस्य प्रतियोगी जलमेव व्यापकीभूतः जलं तस्य अभावस्य प्रतियोगी जलमेव सत्यं किं जल पुनः तत्र तस्य प्रतियोगित्वम् अत्र चिन्तयन् स्मः चिन्तयन्तः स्मः वयं जलाभावस्य जल अभावस्य प्रतियोगित्वं किमर्थं चिन्तनीयं जलमेव अत्र हेतुः अस्ति खलु वन्य अभावस्य प्रतियोगित्वम् अतः अत्र द्वितीय अभावः यदस्ति तत्रैव इतोपि स्पष्टता भवेत् सत्यं वन्य अभावेन व्याप्तः इति जलं तस्य अभावस्य प्रतियोगित्वम् इत्युक्ते जलाभावस्य प्रतियोगित्वम् इति भवति वा अस्तु अत्र किं कुर्मः 259 पेज् अस्ति खलु तत्र गच्छतु कृपया तत्र अन्तिमपरिच्छेदः अस्ति खलु आम् एवं पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् तदेकवारं पठतु एवं पृथिवी इतरेभ्यो भिद्यते गन्धवत्वात् इति केवलव्यतिरेकिनिरूपणप्रसङ्गे व्याप्यव्यापकयोः व्यतिरेकौ अभावौ व्याप्तौ अन्तर्भूतौ अस्तु तत्स्वरूपं च साध्याभाव व्यापकीभूताभावप्रतियोगित्वम् इति व्याप्तेः लक्षणम्। व्याप्तेः लक्षणम् आम्। तर्हि साध्याभाववद् वृत्तित्वम् इति साधारण सामान्य अन्वयव्यतिरेकी अन्वयव्यतिरेकव्याप्तेः लक्षणम्। हेत्वधिकरणनिष्ठ अत्यन्त अभाव अप्रतियोगी साध्यसामानाधिकरण्यम् इति केवलान्वयी व्याप्तेः लक्षणम्। केवलव्यतिरेके व्यतिरेकी व्याप्तेः लक्षणं किम् इति साध्याभावव्यापकीभूताभावप्रतियोगित्वम्। सत्यं केवलं तावद्बुद्धं। तर्हि इदानीं साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इत्यस्य अर्थः कः इति एतदर्थम् अत्र एकवारं पठेम। अग्रे पठतु। नित्यत्वाभावस्य इयं व्याप्तिरपि कृतकत्वे शक्या दर्शयितुम्। नित्यत्वाभावस्य इयं व्याप्तिः अपि कृतकत्वे शक्या दर्शयितुं। तस्य अर्थः कः? कृतकत्वे कृतकत्वे नित्यत्व अभावस्य व्याप्तिः एतद्रीत्या दर्शयितुं शक्नुमः। अत्र साध्याभावरीत्या इति त्यजतु। साध्याभावव्यापकीभावस्य इयं व्याप्तिः कृतकत्वे इत्यस्य अर्थः कः? कृतकत्वम् इति हेतुः हेतौ साध्याभावस्य व्याप्तिः दर्शयितुं शक्नुमः इति। साध्याभावस्य व्याप्तिः इत्युक्ते किम्? नित्यत्वाभावस्य तत् त्यजतु। साध्याभावस्य नित्यत्वाभावस्य व्याप्तिः इत्युक्ते किम्? इत्युक्ते यत्र यत्र नित्यत्वभावः तत्र तत्र कृतकत्वम् इति नास्ति। विपरीतरीत्या वदति यत्र यत्र कृतकत्वं तत्र तत्र नित्यत्वाभावः। हा सत्यं। यत्र यत्र कृतकत्वं यत्र यत्र नित्यत्वाभावाभावः तत्र तत्र कृतकत्वं। हा सत्यं। कृतकत्वाभावः खलु? आम् आम् इति वक्तव्यं। तर्हि नित्यत्वाभावस्य इयं व्याप्तिः कृतकत्वे इति वदामश्चेत् कृतकत्वे व्याप्तिः अस्ति। आम्। सा व्याप्तिः केन जाता इति चेत् नित्यत्व अभावेन जाता। सत्यं। साध्याभावे नित्यत्वम् इति प्रकृतसाध्यमस्ति। आम् आम्। अत्र उदाहरणमस्ति शब्दः नित्यः कृतकत्वात् इति। साध्याभावेन जाता। तर्हि व्याप्तिः साध्य अभावेन जातः अस्ति न तु साध्येन। सत्यं। सामान्यतया साध्येन भवेत्। आम् आम्। साध्येन भवेत्। अत्र साध्य अभावेन जातः अस्ति खलु? आमां। केवलव्यतिरेकी अस्ति अतः। इति कृत्वा तर्हि इदानीम् अग्रे पठतु। इहापि यस्य व्याप्तिः सङ्गमनीया तत् साध्यपदेन ग्राह्यम्। अस्तु। नित्यत्वाभावश्च तादृशः तदाभावः नित्यत्वाभावाभावः नित्यत्वरूपः। अस्तु। समीचीनं। तद्व्यापकः अभावः कृतकत्वाभावः भवति एव। अत्र पश्यतु, एतावत्पर्यन्तं भवता किम् अवगतं? तद्व्यापकः अभावः कृतकत्वाभावः भवत्येव। अत्र प्रथमतया अत्र व्याप्तिः नित्यत्व अभावेन जाता, साध्याभावेन जाता। अत्र सामान्यतया यस्य व्याप्तिः वयम् इच्छामः तत् साध्यपदेन ग्राह्यम् इत्युक्ते यत्र साध्यं, यत्र हेतुः तत्र साध्यं व्याप्तिः अस्ति खलु। परन्तु अत्र तु नित्यत्वाभावेन व्याप्तिः जाता। तर्हि अत्र साध्यपदेन अत्र किमस्ति? नित्यत्वाभावः इति अस्ति अस्मिन् व्याप्तौ। अतः पुनः तदभावः इत्युक्ते नित्यत्वाभावाभावः इति आगच्छति। तदेव किमर्थं नित्यत्वाभाव साध्य अभावस्य अभावः इति किमर्थम् अत्र चिन्तनम्? नित्यत्वाभावाभावः इति द्विवारम् अभावस्य चिन्तनं किमर्थम्? अपि च कृतकत्वाभावः भवत्येव इति किमर्थमुक्तम्? केवलव्यतिरेकी अस्ति अतः अतः अभाव इति एव आगच्छति। उत्तमम्। उत्तमम्। अत्र केवलव्यतिरेकी अस्ति खलु? आम् आम्। अतः अत्र यत्र साध्याभावः तत्र हेतु अभावः इति स्वीकृत्य चिन्तनं करोति व्याप्तिचिन्तनं। सत्यं। तर्हि नित्यत्वाभावाभावः यत्र यत्र नित्यत्वाभावाभावः तत्र कृतकत्वाभावः अस्तु अग्रे तद् व्यापकः अभावः कृतकत्वाभावः अस्तु नित्य तत्र नित्यत्वाभावाभावः इदानीं व्याप्यः कः व्यापकः कः एकवारं वदतु अत्र व्याप्यः अस्ति नित्यत्वाभावाभावः इति व्यापकः कृतकत्वाभावः इति व्याप्यं न तद् व्यापकः अभावः कृतकत्वाभावः अस्तु कृतकत्वाभावः इति व्यापकः नित्यत्वाभावाभावः इति व्याप्यं खलु सत्यम् इति वार्ता सामान्यतया यत् प्रथमं वदेम व्याप्यव्यापकस्थले यत् प्रथमं वदेम तद् व्याप्यं भवति यद् द्वितीयं वदेम तद् व्यापकः भवति यत्र धूमः तत्र वह्निः यत्र यत्र धूमः तत्र तत्र वह्निः यथा महानसम् इत्यत्र हेतुः प्रथमम् उक्तं धूमः तदेव व्याप्यः तदनन्तरं यत्र वह्नि अभावः तत्र धूम अभावः इत्यत्र व्याप्यः कः इति चेत् वह्नि अभावः सर्वदा व्याप्यः प्रथममेव अस्ति प्रथमं भवति खलु एवम् अत्र यत्र यत्र नित्यत्वाभावाभावः तत्र कृतकत्वाभावः तत्र कृतकत्वाभावः इति अतः अत्र क्लेशः अस्ति किन्तु नित्यत्वाभावाभावः इत्युक्ते नित्यत्वमेव खलु कृतकत्व अभावेन व्याप्यः नित्यत्वम् आम् सत्यम् कृतकत्वाभावेन व्याप्यं नित्यत्वं कृतकत्व अभावेन व्याप्यः सत्यं तर्हि इदानीं कृतकत्व अभावः किं तद्वदतु यथा नित्यत्वं कृतकत्व अभावेन व्याप्यः तथा कृतकत्व अभावः इति व्यापकः सत्यम् अस्तु अग्रे पठतु प्रायः अग्रे अत्रैव आगच्छतु अस्तु अस्तु नित्यत्वाधिकरणेषु सर्वत्र आत्मा आकाशादौ कृतकत्वाभावस्य सत्त्वात् अस्तु अग्रे तादृशव्यापकीभूताभावस्य प्रतियोगित्वं कृतकत्वे इति कृतकत्वे व्यतिरेकव्याप्तिः अपि भवति एव तर्हि इदानीं वदतु अस्य वाक्यस्य अर्थः तादृशव्यापकीभूताभावस्य प्रतियोगित्वं कृतकत्वे अस्तु अत्र कृतकत्वाभावः इति व्यापकः तादृशव्यापकीभूताभावस्य तादृश अत्र व्यापकीभूत अभावः कः इत्युक्ते ओ अस्तु कृतकत्व अभावः इति एव व्यापकीभूत अभावः तस्य प्रतियोगित्वं कृतकत्वे अस्ति इति खलु महोदय न इदानीं तत्र व्यापकीभूताभावः इत्युक्ते किम् इति तत्रैव चिन्तनीयं तदा चिन्तयामश्चेत् इदानीं प्रतियोगित्वम् इति आगच्छति आमां व्यापकीभूताभावः इति व्यापकः तु कृतकत्वाभावः व्यापक तर्हि तादृशव्यापकीभूत अभावः इति अत्र उक्तं यदुक्तं तत् सः अभावः कः अभावः व्यापकीभूत अभावः इति नित्यत्वाभावाभावः वा इति नास्ति तादृशव्यापकीभूत अभावस्य कृतकत्वाभावस्य प्रतियोगित्वं कृतकत्वे अस्तु अस्तु तर्हि व्यापकीभूत अभावः कः इति चेत् कृतकत्वाभावः अस्तु कृतकत्वाभावः तर्हि कृतकत्वाभावः कथं व्यापकीभूत अभावः जातः कृतकत्वाभावः अस्तु अत्र चित्रे दर्शितमस्ति अधोभागे खलु नित्यत्वाभावः इति साध्यं साध्याभावेन कृतकत्वाभावः इति जातम् महोदय अत्र चित्रं मा पश्यतु, चित्रे किमपि न लिखितम्। अस्तु, अत्र भवता किं वक्तव्यं, व्यापकीभूताभावः इत्यस्य अर्थः कः इति एव वक्तव्यम्। व्यापकीभूताभावः इत्युक्ते व्याप्तं खलु, व्याप्तम् इति नास्ति, तदेव वयं चर्चितवन्तः खलु पूर्वे, व्यापकीभूताभावः इति इत्युक्ते व्याप्तं, यः व्याप्तः अस्ति इति सत्यभामा भगिनी उक्तवती, सत्यभामा भगिनी उक्तवती। अस्तु अस्तु, तस्य परिशीलनार्थं व्यापकी इति भूताभावः इत्युक्ते व्याप्तः, व्याप्तः वा इति चिन्तनीयम्। पृथकत्व अभावेन व्याप्तः जातः कः इति चेत् नित्यत्वाभावाभावः, तद्बुद्धम्। किन्तु इदानीं व्यापकीभूत अभावः, अत्र वर्गे मया उक्तं खलु अत्र कः प्रत्ययः अस्ति, पश्यामि कस्य कस्यापि कृते तत्र टिप्पणी अस्ति वा महोदय। वयं चिन्तितवन्तः क्षी प्रत्ययः अस्ति, अतः पूर्वं तादृशं नास्ति, इदानीं तदा अभवत्। तर्हि तद् वदतु अत्र अत्र अस्माभिः किं चिन्तितमिति। अत्र व्यापकीभूतः इति हेतुः व्यापकी व्यापकीभूताभावः इति हेत्वाभावः इति वयं चिन्तितवान्। मम कृते टिप्पणी अस्ति, अहं पठामि। स्वाध्याभावेन हेत्वाभावः व्यापकः जातः, अतः स्वाध्याभावेन हेत्वाभावः व्यापकीभूताभावः जातः, तदेव मया लिखितं। स्वाध्याभावव्यापकीभूताभावः इत्युक्ते हेत्वाभावः, तस्य प्रतियोगी इति हेतुः, अतः साध्याभावव्यापकीभूताभावः। अत्र व्यापकीभूताभावः इति हेत्वाभावः इति मा अवगच्छतु। ओ अस्तु, व्यापकीभूत अभावः, व्यापकीभूत इत्यस्य अर्थः कः इति अवगच्छति चेत् महान् लाभाय भवति, नो चेत् व्यापकीभूत अभावः इत्युक्ते हेतुभावः इति चेत् यदि अहम् इदानीं भिन्नहेतुं ददामि तत्र भवान् क्लेशः अनुभूयते। अस्तु, एकवारम् अहं पठामि मम टिप्पण्यातः। अस्तु, अत्र साध्य अभावः व्यापकीभूत अभावः प्रतियोगित्वम् इति व्याप्तिलक्षणं, साध्यस्य अभावः साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति समसपदमस्ति खलु, तस्य विश्लेषणम् अहं कुर्वन् अस्मि। साध्यस्य अभावः साध्याभावः, हेतोः अभावः हेत्वभावः, सः हेत्वभावः पूर्वम् अव्यापकः आसीत्, इदानीं व्यापकः अभवत् इत्यतः हेत्वाभावः व्यापकीभूताभावः, व्यापकीभूतश्च असौ अभावश्च इति कर्मधारयः भवति। व्यापकीभूतः जातः इत्युक्ते व्यापकः जातः इति अर्थः, व्याप्तः इति नास्ति अर्थः। सत्यं सत्यं, पूर्वे न आसीत् अधुना व्यापकः जातः, इदानीं व्यापकः जातः, व्यापकः भूतः। तर्हि यत् सत्यभामा भगिन्यः उक्तं तद् विरुद्धमस्ति, एक्साक्ट् आपोसिट्। हा सत्यं, हा अत्र दोषः कुत्र भवति इत्युक्ते व्यापकीभूतः इत्यस्य अर्थः किञ्चित् अत्र इत्येन किं भवति इत्युक्ते अधुना व्यापकः जातः इति एव अर्थः, न तु अधुना व्यापकः जातः, यथा अस्माभिः उक्तं व्यापकेन व्याप्तः जातः इति वदामः खलु, तथा व्याप्येन यद् व्यापकः भवति तदेव व्यापकीभूतः भवति, तदेव हेतुः। अपि च अत्र पश्यतु वार्ताद्वयमस्ति मुख्यं, व्यापकीभूताभावः इत्युक्ते अत्र कर्मधारयः अस्ति, व्यापकीभूतस्य अभावः इति नास्ति, व्यापकीभूतश्च असौ अभावश्च इति कर्मधारय. एतद् मनसि नास्ति चेत् महान् क्लेशः अनुभूयते. व्यापकीभूतश्च साध्याभाव व्यापकीभूताभावप्रतियोगित्वम्. तत्र व्यापकीभूताभावः अभावः एव व्यापकः जातः. केन? साध्य अभावेन हेत्वभावः व्यापकीभूतः जातः. व्यापकः जातः इति अर्थः. तर्हि तस्य अभावस्य प्रतियोगित्वं कुत्र भवति? हेतौ एव भवति खलु. तर्हि साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति चेत् तदेव व्याप्तिलक्षणम् इति चेत् इदानीं प्रतियोगित्वं कुत्र? हेतौ. कस्य अभावस्य प्रतियोगित्वं? यथा घट अत्यन्त अभावस्य प्रतियोगित्वं घटे इति वदामः, तथा अत्र हेतोः प्रागभावस्य प्रतियोगित्वं वा, प्रध्वंस अभावस्य प्रतियोगित्वं वा, अत्यन्ताभावस्य प्रतियोगित्वं वा, अन्योन्य अभावस्य प्रतियोगित्वं वा इति चेत् किं वदति? अत्यन्ताभावः न, तदपि नास्ति. तदपि नास्ति. अत्र अत्यन्ताभावस्य विषये चिन्तनमेव नास्ति. अत्यन्ताभावस्य उदाहरणमेकं वदतु. यथा घटः पटः न, अत्यन्त अभावः. भवान् अन्योन्याभावस्य उदाहरणं वदतु. द्रष्टव्यम् अधुना. घटो नास्ति इति अभावः. घटः भूतले नास्ति इति अभावः. खलु? आम्. अन्योन्य अभावस्य अधियोगी किमपि भवेत्, अभावः कुत्र अस्ति इति चेत् भूतले. भूतले विद्यमानघटाभावस्य प्रतियोगी घटः इति वदामश्चेत् इदानीम् अन्यो अत्यन्त अभावस्य प्रतियोगित्वं वदामः. किन्तु अत्र कस्य प्रतियोगित्वम् इति चेत् व्यापकीभूताभावप्रतियोगित्वम्. येन साध्य अभावेन हेत्वभावः व्यापकीभूतः जातः. सत्यं. तस्य हेत्वाभावस्य प्रतियोगित्वम् इत्युक्ते इदानीम् अत्र ये चत्वारः अभावः ये उक्तः तेषां विषये चिन्तनमेव नास्ति. इदानीं पञ्चम अभावः. हा, यत् व्यापकीभूत अभावः अस्ति तस्य एव चिन्तनं. उदाहरणमेकं वदामि. रामः ज्येष्ठः खलु सर्वेषां भ्रातॄणाम् अपेक्षया, सः एव ज्येष्ठः. तर्हि रामे कनिष्ठत्वस्य अभावः अस्ति खलु. सत्यं. कनिष्ठत्वस्य अभावः. रामः यस्य कस्यापि अपेक्षया कनिष्ठः न भवति. सर्वेषाम् अपेक्षया सः ज्येष्ठः इति कृत्वा कनिष्ठत्वस्य अभावः रामे अस्ति. सत्यम्. इदानीं कनिष्ठत्वस्य अभावः केन जातः इति चेत् अत्र लक्ष्मणेन, भरतेन, शत्रुघ्नेन कनिष्ठत्वस्य अभावः रामे जातः अस्ति. सत्यम्. तस्य प्रतियोगी कः इति चेत् रामः. इति यथा वदेम तथा अत्रापि. साध्य अभावेन अत्र व्यापकीभूतः जातः हेत्व अभावः. साध्य अभावेन व्यापकीभूतः जातः हेत्व अभावः इत्युक्ते व्यापकः जातः इति अर्थः. कः जातः इति चेत् हेत्वभावः जातः. साध्य अभावेन व्यापकीभूतः जातः हेत्वभावः. तस्य हेत्वभावस्य प्रतियोगित्वं हेतौ इति भवति. बुद्धं खलु? आमां बुद्धम्. अस्तु तर्हि इदानीम् अस्तु अत्र रमेशमहोदय प्रयत्नं करोति वा पर्वतः वह्निमान् जलात् इत्यत्र प्रतिबन्धकज्ञानस्य आकारः कथं भवेत् प्रतिबन्धकज्ञानस्य वह्नि वह्न्यभावः वह्न्यभावव्यापकीभूत व्यापक वन्यभावः वन्यभावेन वन्यभावः व्यापकभूत अभावः वन्यभावव्यापकीभूत अभावप्रतियोगिता प्रतियोगिता जले अस्ति इति उत्तमं प्रतियोगित्ववत् जलं प्रतियोगित्ववत् जलं तदेव अत्र प्रतिबन्धकज्ञाने जे 17 इत्यत्र मया लिखितमस्ति इदानीं वह्न्यभावव्यापकीभूताभावप्रतियोगित्ववज्जलम् खलु इत्युक्ते पर्वतः वह्निमान् जलात् इति अनुमानवाक्ये वह्निः इति साध्यं साध्य अभावेन व्यापकः जातः जल अभावः सत्यं वह्नि अभावेन व्यापकः जातः जल अभावः तस्य प्रतियोगित्वं जले अस्ति तस्य प्रतियोगित्वं जले तर्हि अत्र पश्येम यत्र यत्र जलं तत्र तत्र वह्निः यथा इति अन्वयव्याप्तिः न वक्तुं शक्यते अत्र यथा महानसम् इति अस्माभिः उक्तं किन्तु तस्मिन् विषये अपि इतोपि किञ्चित् चिन्तनं कुर्मः अहमेव चिन्तयामि यत्र यत्र यत्र जलं तत्र तत्र वह्निः यथा इति अव्याप्यवृत्तिं स्वीकृत्य महानसम् इति वक्तुं शक्यते किन्तु व्याप्यवृत्तिं स्वीकृत्य वक्तव्यं चेत् प्रायः अनुमानस्तरे व्याप्यवृत्तिमेव वक्तव्यं तदा एव भवति खलु इत्युक्ते अत्र कस्यापि व्याप्यवृत्तित्वं नास्ति चेत् यथा इदानीम् एकस्मिन् कोणे जलमस्ति अन्यस्मिन् कोणे वह्निः अस्ति इति तादृशं वदेमश्चेत् तत्र निरूपयितुमेव न शक्यते खलु यत्किमपि साधयितुं शक्यते यत्किमपि भवितुमर्हति तत्र सत्यं यत्किमपि भवितुमर्हति इति कृत्वा तत्र व्याप्यवृत्तित्वं भवेत् तर्हि तदपि योजनीयमस्ति अनुमानपरिशीलनक्रमः इत्यत्र प्रश्नरूपेण व्याप्यवृत्तित्वमस्ति वा इति अपि योजनीयं तद् योजयिष्यामि एतस्य चिन्तनस्य अनन्तरम् अस्तु तर्हि यत्र यत्र यत्र जलं तत्र तत्र वह्निः यथा इति अत्र न वक्तुं शक्यते किन्तु यत्र यत्र वह्नि अभावः तत्र तत्र जल अभावः यथा आकाशः इति वक्तुं शक्यते व्यतिरेकव्याप्तिः व्यतिरेकसहचारः अत्र वक्तुं शक्यते यथा सतिमम भगिन्या उक्तम् इति कृत्वा अत्र केवलम् इदानीम् अत्र एतद् एतद् किम् एतद् अनुमानं केवलव्यतिरेके अनुमानं भवति बुध्यते वा आम् आं महोदय बुध्यते सत्यं यत्र यत्र यत्र जलं तत्र तत्र वह्निः यथा इति स्थलं न वक्तुं शक्यते हा वदतु सत्यभाव वदतु अवगतवती सत्यम् अस्तु तर्हि इदानीं यत्र यत्र वह्नि अभावः तत्र तत्र जल अभावः यथा आकाशः इति वक्तुं शक्यते तर्हि इदानीम् अत्र यथा पर्वतः वह्निमान् जलात् यथा इति अनुक्त्वा यन्नैवं तन्नैवं यथा आकाशः इति वक्तुं शक्यते अस्तु तदनन्तरम् इदानीं व्यतिरेकव्यभिचारः भवति वा इत्यत्र यत्र हेत्वाभावः वन्यभावः तत्र साध्यं हेतुः जलं यथा हृदः इति वद इति वद इति वक्तुं शक्यते इति कृत्वा अत्र क्लेशः भवति. ह्रदरूप वह्नि अभावत् वृत्तिजलम् इति प्रतिबन्धकज्ञानं भवति. किन्तु विरुद्धस्थले कथं तैः चिन्तितम् इति चेत् अत्र व्यतिरेकव्याप्तिं स्वीकृत्य साध्याभाव व्यापकीभूताभाव प्रतियोगित्वम् इति व्याप्तिं स्वीकृत्य तैः एवं चिन्तितमस्ति. अतः वह्नि अभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इति स्वीकृतं. वह्नि अभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इति प्रतिबन्धकज्ञानस्य आकारः अस्ति चेत् इदानीं प्रतिबध्यज्ञानस्य आकारः कः इति वक्तव्यम्. कोऽपि वदति वा प्रतिबध्यज्ञानस्य आकारः कः? अत्र वन्ये वन्यभावव्यापकीभूताभावप्रतियोगित्ववत् जलं वन्यव्याप्य साध्यवाक्य भवेत् खलु. वन्यव्याप्य अथवा वन्यत्वव्याप्य जलमिति वन्यभावव्यापकीभूतप्रतियोगि. अत्र कथं चिन्तनीयं महोदय? वह्नि अभावव्यापकीभूताभावप्रतियोगित्ववत् जलम् इति प्रतिबन्धकज्ञानस्य आकारः अस्ति चेत् एतद् ज्ञानं किं ज्ञानं प्रतिबध्नाति इति चिन्तनीयं. तत्र अभावः इति पदं निष्कासनीयं. तावदेव तावदेव तदेव अहं चिन्तयामि. वह्निव्यापकी न वह्निव्याप्य इति भवेत्. यद्यपि अत्र अभाव इति पदद्वयमस्ति, वह्नि अभावव्यापकीभूताभावप्रतियोगित्वं, तत्र अभावप्रतियोगित्वम् इत्यत्र अभावः न निष्कासयितुं शक्यते इति कृत्वा वह्निव्यापकीभूताभावप्रतियोगित्ववत् जलम् इति प्रतिबध्यज्ञानस्य आकारः भवति. इत्युक्ते जल अभावः वह्निना व्यापकः जातः इति. यत्र वह्निः तत्र जलाभावः. सत्यम्. अधुना वह्नि व्यापकीभूत इति किम् इत्युक्ते जलाभावः. सत्यम् इति प्रतिबध्यज्ञानस्य आकारः भवति खलु. सत्यम्. एवम् अत्र किम् अनित्यत्व इति लिख इति न इति न लिखामि. नित्यत्वाभावाभाव इति एव लिखामि. तर्हि सरलरीत्या अवगन्तुं शक्नुमः. नित्यत्वाभावाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति प्रतिबन्धकज्ञानस्य आकारः अस्ति चेत् प्रतिबध्यज्ञानस्य आकारः किं भवेत्? नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम्. नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति भवति खलु. सत्यं सत्यं. तदेव अत्र पुस्तके अपि दत्तमस्ति 260 इत्यत्र प्रकृते अपि च कृतकत्वं नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् इति निश्चयः अयं साध्याभावव्याप्तिं हेतौ अगाहते. तर्हि अत्र अनुमानवाक्यं किम् आसीत्? शब्दः नित्यः कृतकत्वात् इति अस्ति खलु. तर्हि अत्र 262 पेज् मध्ये अन्तिमपरिच्छेदं पश्येम. तथा पूर्वोक्तरीत्या अन्वितिप्रतिबन्धिकः इह च शब्दत्वावच्छिन्नविशेष्यता निरूपित नित्यत्वा नित्यत्वत्वा अवच्छिन्न प्रकारताशाली बुद्धित्वा अवच्छिन्न प्रतिबद्धता निरूपित शब्दतत्त्वा अवच्छिन्न विशेषता निरूपित नित्यत्व अभाव व्यापक व्याप्यकृतकत्वत्वा अवच्छिन्न प्रकारताशाली निश्चयत्वा अवच्छिन्न प्रतिबन्धकतावान् भवति कृतकत्वम् नित्यत्वाभावव्याप्तिम् इति निश्चयः शब्दः कृतकत्ववान् इति निश्चयं निश्चयविशिष्टः अतः तदभावव्याप्यवत्ता निश्चयमुद्रया प्रतिबन्धकः भवति इति उक्तम् तर्हि नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्व कृतकत्ववत् शब्दः इति भवेत् वा कृतकत्ववत् शब्दः नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति तदभाववक्त्या व्याप्यवश्य वत्ता निश्चयः तत्र हेत्वाभाससमूहालम्बनज्ञानं किम् इति चिन्तयामि नित्यत्वाभावव्यापकी व्याप्यकृतकत्वं कृतकत्वं च इति समूहालम्बनज्ञानमादाय तदेव लिखितमस्ति खलु नित्यत्वाभावव्याप्यकृतकत्वम् इति एव स्वीकृतं नित्यत्वाभावव्याप्यकृतकत्वं च तर्हि अत्र बहु किमपि परिवर्तितमस्ति मध्ये नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति न स्वीकृतं वस्तुतः तर्हि प्रतिबन्धकज्ञानस्य आकारः कः इति चेत् नित्यत्वाभावव्याप्यकृतकत्वम् इति दोषः एव स्वीकृतं खलु अत्र ग्रन्थकारेण किं कृतम् अत्र इदानीं तृतीयव्याप्तिः चिन्तनीया इति कृत्वा मध्ये बहु किमपि उक्तम् अतः अस्माभिः क्लेशः अनुभूयते नित्यत्वाभावव्यापकीभूताभावप्रतियोगित्ववत् कृतकत्वम् इति प्रतिबन्धकज्ञानस्य आकारः तेन न स्वीकृतः केवलं नित्यत्वाभावव्याप्यकृतकत्वम् इत्येव हा नित्यत्वाभावव्याप्यकृतकत्वम् इति एव स्वीकृतम् महोदय व्याप्यः इत्युक्ते व्यापकीभूताभावः एव वा हा तदेव अत्र सङ्गच्छति किं व्याप्यम् इत्युक्ते व्यापकीभूता इति एव खलु अत्र पुस्तके पुस्तके तादृशमस्ति नित्यत्व नित्यत्वाभावव्याप्यकृतकत्वमिति परन्तु अत्र नित्यत्वाभाव व्यापकीभूता भाव इति अस्ति खलु स्प्रेड्शीट् मध्ये अस्तु इतोपि चिन्तनं कुर्मः नित्यत्वाभावि नित्यत्वाभावव्याप्यः कः कृतकत्वाभावः इति नास्ति खलु नित्यत्वाभावव्याप्यकृतकत्वम् इति एव लिखितमस्ति खलु आम् आम् नित्यत्वा कृतकत्व अभावः इति न लिखितम् इति नास्ति कृतकत्वम् इति एव नित्यत्वाभावव्याप्यं कृतकत्वम् इत्युक्ते नित्यत्वाभावेन नित्यत्वाभावेन व्याप्यः व्याप्यः कः कृतकत्वम् इति अस्ति किन्तु इदानीं व्यापकीभूत इति वदतु नित्यत्वाभावेन व्यापकीभूतः इति कृतकत्वाभावः इति द्वयमपि कथं समानं भवति महोदय न समानं न भवति समानं न भवति नित्यत्व अभावेन महोदय नित्यत्व अभावे अभावव्यापकीभूतः कृतकत्वम् इति खलु न कृतकत्वाभावः इति. तत् कथं तत्र इतोपि परिष्कर्तव्यम्? इतोपि नित्यत्व अभावेन व्याप्यं कृतकत्वं, तत्र क्लेशः अस्ति वा? नास्ति खलु? नास्ति. हा तर्हि इदानीं व्यापकीभूत इति पदं प्रयुज्य वदतु. नित्यत्वाभावव्यापकी इति वदामः चेत् तत् कृतकत्वम् एव, व्यापकीभूत अभावः इति वक्तव्यं वा? पुनः वदतु. नित्यत्व अभावव्यापकीभूतः तद् कृतकत्वम् इदानीमेव भवती उक्तवती नित्यत्व अभावेन व्याप्त्यः कृतकत्वम् इति वदति चेत् व्यापकीभूतः अपि कृतकत्वं कथं भवति? व्यापकीभूतः इत्यस्य अर्थः अस्ति व्यापकः इति. तद् इदानीं यदा व्यापकीभूतः इति वदामः चेत् कृतकत्वमेव आगच्छति खलु महोदय? व्यापकीभूतः इत्यस्य अर्थः कः प्रथमं तद्वदतु. व्यापकीभूतः कः? व्यापकीभूतः हेतुः. हेतुः इति मा चिन्तयतु, अत्र व्यापकीभूतः इत्यनेन व्यापकः वा व्याप्यः उक्तः वा? व्याप्यः इदानीं व्यापकः भवति, व्यापकीभूतः इति वदामः चेत् न भवति खलु? पूर्वं तद् व्याप्यः आसीत्, इदानीं तद् व्यापकः भवति? तादृश नास्ति भगिनि. पूर्वं तद् व्याप्यः आसीत्, इदानीं सः व्यापकः जातः इति यदा कदापि न भवति. न न तादृशं नास्ति. पूर्वं तत् व्यापकः आसीत्, इदानीं व्यापकः जातः. अव्यापकः अधुना व्यापकः. अव्यापकः इति वदामः चेत् कथं अस्मिन् वाक्ये व्याप्यः इति उक्तं भगिनी? एतद् अवगच्छतु, तदनन्तरं सर्वं वदामि. वदतु महोदय. रामः भरतस्य जन्मस्य पूर्वं ज्येष्ठः न आसीत्, भरतस्य जन्मानन्तरं सः इदानीं ज्येष्ठः जातः. तद् बुद्धम्. तर्हि इदानीं भरतेन ज्येष्ठीभूतः रामः, बुद्धं खलु? आं बुद्धम्. अस्तु, तर्हि व्यापकीभूतः इत्यस्य अर्थः कः इति चेत् पूर्वम् अव्यापकः आसीत्, इदानीं व्यापकः जातः अस्ति इति. अस्तु, तर्हि इदानीं प्रकृत उदाहरणं पश्येम. नित्यत्व अभावेन व्याप्यं किम्? कृतकत्वं. सत्यं. हा नित्यत्व अभावेन व्याप्यं कृतकत्वम्. तर्हि इदानीं व्यापकीभूत इति पदं प्रयुज्य उचितपदं प्रयुज्य वदतु, भवती एव वदतु. इदानीं नित्यत्व अभाव व्यापकीभूत, व्यापकीभूत अस्तु. तदर्थम् इतोपि एकम् उपायं वदामि. नित्यत्व अभाव व्याप्यं कृतकत्वम् इति तत्र अन्वयसहचाररूपेण वाक्यं वदतु. एतद् वाक्यं यत्र कृतकत्वं तत्र नित्यत्व अभावः. सत्यम्, उत्तमम् इति अन्वयसहचारः खलु? तर्हि इदानीं तस्य अन्वयसहचारवाक्यस्य व्यतिरेकसहचारवाक्यं वदतु. यत्र नित्यत्वाभावः तत्र कृतकत्वाभावः. हा तर्हि इदानीं व्यतिरेकवाक्यं स्वीकृत्य अस्मिन् वाक्ये व्यापकीभूत इति स्थापयतु. ओके, इदानीम् अवगतवती. नित्यत्वाभाव व्यापकीभूताभाव पृथगत्वाभाव न अत्र व्यतिरेकवाक्यं किम् उक्तवती यत्र नित्यत्वाभावाभावः तत्र कृतकत्वाभावः इति द्विवारम् अभावः प्रयुक्तवती तद् मनसि संस्थापयतु वदतु ओ इदानीं नित्यत्वाभावाभाव इति वक्तव्यं वा ओके देन् कृतकत्वाभावः आगच्छति नित्यत्वा व्यापकीभूताभाव कृतकत्वाभावः तर्हि इदानीं व्यापकीभूत इति वाक्यं वदतु हा नित्यत्वाभावाभाव व्यापकीभूताभाव प्रतियोगित्ववत् कृतकत्वाभावः समीचीनतया न उक्तवती प्रतियोगी इति अनन्तरं तत्सर्वं त्यजतु इदानीं तत्र व्यतिरेकव्याप्तिवाक्यं यद् उक्तवती नित्यत्व यत्र नित्यत्वाभावाभावः तत्र कृतकत्वाभावः इति उक्तवती खलु तावदेव तत्र इदानीं व्यापकीभूत इति पदं प्रयुज्य वदतु नित्यत्वाभावाभाव व्यापकीभूत भूत तावत् कृतकत्वाभावः नित्यत्वाभावाभाव व्यापकीभूत कृतकत्वाभावः इत्युक्ते नित्यत्वाभावाभावेन व्यापक यद् पूर्वम् अव्यापकः आसीत् कृतकत्वाभावः इदानीं सः व्यापकः जातः इति अर्थः इदानीम् अवगतवती महोदय बुद्धं खलु इदानीं बुद्धं तर्हि नित्यत्वाभावव्याप्यं कृतकत्वम् इत्यत्र व्याप्यमस्ति कृतकत्वं व्यापकः अस्ति नित्यत्व अभावः नित्यत्वाभावाभावव्यापकीभूत अभाव नित्यत्वाभावाभाव व्यापकीभूतकृतकत्वाभावः इति वदामश्चेत् इदानीं व्याप्यमस्ति नित्यत्वाभावाभावः व्यापकः अस्ति कृतकत्वाभावः तावत् वक्तव्यम् अस्ति अत्र बुद्धं खलु all the steps you have to write down then only it will be that is why I sent this sadhya bhava vyapaki bhuta bhava pratiyogitvam iti vakyasya samasta padasya vigraha vakyam katam iti chet sadhyasya bhavah sadhya bhavah hetoha bhavah hetva bhavah saha hetva bhavah purvam avyapakah asit idanim vyapakah abhavat ityatah हेत्वाभावः व्यापकीभूताभावः व्यापकीभूताभावः इति हेत्वाभावस्य विशेषणमस्ति हेत्वाभावस्य विशेषणमस्ति व्यापकीभूताभावः व्यापकीभूतश्च असौ अभावश्च इति कर्मधारयः केन व्यापकः जातः साध्य अभावेन साध्य अभावेन व्यापकीभूताभावः साध्य अभावव्यापकीभूताभावः साध्याभावव्यापकीभूताभावाभावस्य प्रतियोगी साध्याभावव्यापकीभूताभाव प्रतियोगी तस्य भावः इति उक्तं साध्याभावव्यापकीभूताभावप्रतियोगित्वम् इति बुध्यते खलु आं महोदय अस्तु तर्हि अत्र उदाहरणम् अत्र व्याप्यवृत्तिः अव्याप्यवृत्तिः इति यद् मया उक्तं तदपि अहं योजयिष्यामि अनुमानस्य उदाहरणम् उक्तं वा उक्तं किं तत्र उदाहरणं कीदृशं वक्तव्यम् इति चेत् व्याप्यवृत्तित्वं भवेत् उदाहरणं तर्हि केवलम् अत्र अनुमानस्य व्याप्यवृत्तित्वं व्याप्यवृत्तित्व उदाहरणम् उक्तं किम् इति अस्ति चेत् समीचीनं तत्र व्याप्यवृत्तित्व उदाहरणम् इति अत्र इतोपि स्पष्टतया लेखनीयम् इति कृत्वा अनुमानस्य उदाहरणं किम् इति लिखित्वा तदनन्तरम् उदाहरणं कीदृशं भवेत् उदाहरणे व्याप्यवृत्तित्वं भवेत् उदाहरणे व्याप्यवृत्तित्वं न भवानेव वदतु महोदय भवान् समीचीनतया न वदति तर्हि भवतः अवगमनार्थं भवानेव वदतु अस्तु वृत्तित्वं कुत्र भवेत्? वृत्तित्वं हेतौ भवेत्। केवलं हेतौ वा साध्ये अपि वा? साध्ये अपि, अत्र द्वयोः अपि भवेत्। तर्हि उदाहरणं व्याप्यवृत्तित्वम् इति न वक्तव्यम्। हा सत्यम्। उदाहरण व्याप्यवृत्तित्वं कुत्र भवेत्? हेतौ अपि भवेत्, हेतौ भवेत्, साध्ये अपि भवेत्, अपि भवेत्। हा सत्यं। तादृश, तर्हि इदानीं भवान् एव वदतु, भवतः अभ्यासाय भवति। अस्तु, वदतु महोदय, भवानेव वदतु। किं किं वदनीयम् अत्र? अत्र अत्र मया किं लेखनीयं, किं लेखनीयम्? अनुमानस्य उदाहरणम् उक्तं, किम् उदाहरणं कीदृशं भवेत्? उदाहरणम् उदाहरणं व्याप्यवृत्तित्वयुक्त भवेत्। न, व्याप्यवृत्तित्वं साध्ये एव भवति, हेतौ एव भवति, उदाहरणे यदा कदापि न भवति। हा हा सत्यम्। इत्युक्ते अस्तु, व्याप्यवृत्तियुक्त साध्यम् अपि च हेतुः अस्ति वा इति अत्र समीचीनं, किन्तु प्रयत्नं करोतु, तदा एव भवतः अभ्यासाय भवति। अन्ये अपि चिन्तयन्तु, वक्तुमिच्छति चेत् वदन्तु, किं वक्तव्यम् इति चेत्, उदाहरणं तादृशं भवेत् यस्मिन् तादृशसाध्यं तादृशहेतुः भवेत् यस्मिन् साध्यहेतौ हेत्वोः व्याप्यवृत्तित्वं भवेत्। तादृश उदाहरणं वक्तव्यम्। इत्युक्ते इत्युक्ते उदाहरणम् उदाहरणं हेतुमान् साध्यवान् भवेत् खलु? सत्यम्। उदाहरणं साध्यवान् हेतुमान् भवेत्। सत्यं। तर्हि कीदृशसाध्यवान्? साध्यस्य विशेषणं किम्? हा, व्याप्यवृत्तित्ववान् साध्यम्। हा, तर्हि व्याप्यवृत्तित्ववान् साध्यवान् उदाहरणम्। एकनिमिषम् क्रमेण चिन्तयेम्। अस्तु, तर्हि भवान् भवता अवगतम् इदानीं कथं चिन्तनीयम् इति। तर्हि व्याप्यवृत्तित्ववान् साध्यं खलु? आम् आम्। व्याप्यवृत्तित्ववान् साध्यं, व्याप्यवृत्तित्ववान् हेतुः, हेतुः व्याप्यवृत्तित्ववत् साध्यं, व्याप्यवृत्तित्ववान् हेतुः, हेतुः सत्यम्। तादृशसाध्यहेतुमत् भवेत् उदाहरणम्। उदाहरणम्। तर्हि एकेन पदेन वदति वा? व्याप्यवृत्तित्ववत् साध्य व्याप्यवृत्तित्ववत् व्याप्यवृत्तित्ववत् साध्यवत् व्याप्यवृत्तित्ववत् साध्यम् इति वक्तु, व्याप्यवृत्तिसाध्यम् इति वदामश्चेत् पर्याप्तं खलु? तद्वत्त्वं तदेव। हा हा, व्याप्यवृत्तिसाध्यं व्याप्यवृत्तिहेतु युक्त उदाहरणम् इति वा? युक्त इति मा वदतु, अत्र मतु प्रत्ययं प्रयुज्यते। हा अस्तु अस्तु। हा, तर्हि व्याप्यवृत्ति साध्यं व्याप्यवृत्तिसाध्यवान् व्याप्यवृत्तिहेतुमान् भवेत् उदाहरणं खलु? आम् आम्। व्याप्यवृत्तिसाध्य हेतुमान् उदाहरणम्, हेतुमत् उदाहरणम्। अस्तु, तर्हि प्रथमम् अत्र किं करोतु, द्वन्द्वसमासः करोतु, व्याप्यवृत्तिसाध्यं व्याप्यवृत्तिहेतुः अनयोः मध्ये द्वन्द्वसमासं करोतु। हा, व्याप्यवृत्तिसाध्यहेतौ। हा, न इति वदति चेत् क्लेशः भवति. व्याप्यवृत्तिसाध्य वाक्यं वदामि, व्याप्यवृत्तिसाध्यं. व्याप्यवृत्तिसाध्यम् इत्यस्य विग्रहवाक्यं किम्? व्याप्यवृत्तिसाध्यं व्याप्यवृत्तिवत् साध्यम् इति खलु. व्याप्यवृत्तिसाध्यम् इति समस्तपदमस्ति खलु? आमाम्. तत्र व्याप्यवृत्ति व्याप्यवृत्तिश्च तत् साध्यं च, तत् साध्यं च इति कर्मधारयः. व्याप्यवृत्तिसाध्यं तथैव हेतुः अपि तथैव. हा तर्हि व्याप्यवृत्तिसाध्यं च व्याप्यवृत्तिहेतुश्च यस्मिन् अधिकरणे अस्ति सः उदाहरणं, तत् उदाहरणं. तर्हि इदानीं व्याप्यवृत्तिसाध्यं व्याप्यवृत्तिहेतुश्च इति उक्तं खलु? व्याप्यवृत्तिसाध्यं च व्याप्यवृत्तिहेतुश्च इति उक्तं, तत्र समस्तपदं करोति. व्याप्यवृत्तिसाध्यहेतु न, व्याप्यवृत्तिसाध्यं हेतु इति वदति चेत् इदानीं व्याप्यवृत्तित्वं साध्ये अपि अस्ति हेतौ अपि अस्ति इति अवगमनं भवति वा? इत्युक्ते दशरथपुत्रराम दशरथपुत्रलक्ष्मणः इति चेत् दशरथपुत्ररामलक्ष्मणौ इति भवान् वदति. You are doing it like mathematics. Yeah. You are taking the common factor outside into the bracket. Yeah. Vyapyavritti-sadhyam, vyapyavritti-hetu. Tarhi vyapyavritti-sadhyam, vyapyavritti-hetu. Iti eva bhavati, kalu? Vyapyavritti-sadhyam cha, vyapyavritti-hetu cha. Astrasu, ha. द्विवारं व्याप्यवृत्तिसाध्यं व्याप्यवृत्ति रामलक्ष्मणौ इति यथा वदेम, व्याप्यवृत्तिसाध्यं व्याप्यवृत्ति हेतौ हेतौ इति द्विवचनं खलु? आमां द्विवचनं हेतौ तद्वान् तद्वान् इत्यत्र अत्र तत् इति तद्वान् इति एव भवति. तद्वान् तादृश हेतुमान् तादृश साध्यहेतुमान् भवेत् उदाहरणं. व्याप्यवृत्तिसाध्यं व्याप्यवृत्तिहेतु मत् उदाहरणम् व्याप्यवृत्तिसाध्यं व्याप्यवृत्तिहेतुमत् उदाहरणम् उद्यते वा? सर्वत्र एतादृशमेव खलु महोदय उदाहरणं? हा अतः एव अत्र अनुमानपरिशीलनक्रमे एव मया स्थापितम्. अनुमानस्य व्याप्यवृत्तिसाध्यं व्याप्यवृत्ति हेतुमत् उदाहरणम् उक्तं किम्? अस्तु तर्हि इतोपि अस्मिन्नेव विषये किञ्चित् चिन्तनं कुर्मः. केवलं समासविषये इदानीं व्याकरणविषये अहं चिन्तयन् अस्मि. इत्युक्ते नीलोघटः अस्ति, तदनन्तरं नीलपटः अपि अस्ति इति चिन्तयतु. तर्हि इदानीं नीलघटः नीलघटश्च नीलपटश्च इति समस्तपदं करणीयं चेत् तदा नीलघटपटौ इति वक्तुं शक्यते वा? व्याकरणरीत्या तु अधुना अहं चिन्तयामि न वक्तुं शक्यते, परन्तु इत्युक्ते अत्र वक्तुं सूत्रमस्ति वा इति चिन्तनीयं. नीलघटपटौ नीलघटपटौ इत्युक्ते नीलघटश्च पटश्च इति भवति विग्रहवाक्यं, न तु नीलघटस्य नीलपटश्च. खलु सत्यम् अतः एतादृशमेव वक्तव्यम् अनुमानस्य व्याप्यवृत्तिसाध्यं व्याप्यवृत्तिहेतुमत् उदाहरणमुक्तं किम् समीचीनम् किन्तु अत्र क्लेशः अस्ति वस्तुतः इदानीं पर्वतः वह्निमान् धूमात् जलात् जलात् खलु न न इति सामान्य उदाहरणम् अहं स्वीकरोमि पर्वतः वह्निमान् धूमात् इत्यत्र पक्षे पर्वते व्याप्यवृत्तित्वमस्ति वा नास्ति खलु वह्नेः भवितुमर्हति खलु भवितुमर्हति किन्तु तादृशं सर्वदा भवेत् इत्युक्ते एकस्मिन् पार्श्वे वह्निः अस्ति चेदपि तत्र धूमः अस्ति चेत् वक्तुं शक्यते खलु शक्यते तदेव अतः व्याप्यवृत्तिसाध्यं व्याप्यवृत्तिहेतुमत् उदाहरणम् इत्युक्ते यथा महानसम् अत्र पर्वतः वह्निमान् धूमात् यथा महानसम् इदानीं महानसम् इति उदाहरणे महानसे सर्वत्र वह्निः भवेत् सर्वत्र धूमः भवेत् इति नास्ति खलु नास्ति एकस्मिन् कोणे वह्निः अस्ति चेत् पर्याप्तम् अतः साध्यस्य व्याप्यवृत्तित्वम् उदाहरणे भवेदिति नियमः नास्ति किन्तु यस्मिन् कोणे वह्निः अस्ति तत्रैव धूमः अपि भवेत् तत्र एव भवेत् तदा एव अनुमानं कर्तुं शक्नुमः हा किन्तु तादृशबोधः यथा इदानीम् अस्माभिः उक्तं तत्र न भवति न भवति सत्यम् तर्हि इतोपि किञ्चित् परिष्कर्तव्यमस्ति अत्र अतः अत्र व्याप्यवृत्तित्वम् इति कथं वा स्यात् व्याप्यवृत्तित्वं तु भवेत् एव परन्तु न व्याप्यवृत्तित्वम् इति तत्र उदाहरणं वदतु व्यापवृत्तित्वं नाम किम् यत्र व्याप्यः अस्ति तत्र व्यापकः अस्ति न न तत्तु इदानीं व्याप्यवृत्तित्वम् इत्यस्य तदेव तत्र व्याप्यव्यापकभावचिन्तने चिन्तनमेव नास्ति अत्र वृत्तित्वम् इत्युक्ते अस्ति इति खलु व्याप्यः अस्ति इति आधारादयभावः वा हा व्याप्यवृत्तित्वम् इत्युक्ते अधिकरणे व्याप्य तिष्ठति अधिकरणं व्याप्य तिष्ठति चेत् तत्र व्याप्यवृत्तित्वम् अतः एव उदाहरणं वदतु इति मया उक्तम् इदानीम् उदाहरणं वदतु अत्र महानसे धूमः अस्ति इति न न न अत्र न तस्मिन् सन्दर्भे व्याप्यवृत्तित्वं व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति कुत्र अस्माभिः पठितं रूपस्य विषये पठितं खलु रूपस्य अध्ययनं यदा अस्माभिः कृतं तत्र प्राचीनाः वदन्ति रूपं व्याप्यवृत्तिः व्याप्यवृत्ति इति ते वदन्ति एकमेव रूपं तत् द्रव्यं सर्वं द्रव्यं व्याप्य तिष्ठति अतः यदि घटे उपरि भागे नीलवर्णः अस्ति अधोभागे रक्तवर्णः अस्ति तर्हि इदानीं घटे कः वर्णः अस्ति इति चेत् अत्र चित्ररूपम् इति नूतनवर्णं जातम् इति ते वदन्ति आम् सत्यं चित्ररूपम् किन्तु नद्याः किं वदन्ति अत्र रूपस्य अव्याप्यवृत्तित्वं स्वीकृत्य सर्वत्र नास्ति इति हा इत्युक्ते सर्वत्र न भवेत् यथा संयोगः वृक्षकपिसंयोगः संयोगः इति गुणः कुत्रचित् एव भवति अत्र यदि एकः पक्षः पक्षी वृक्षे उपविशति तदा पक्ष पक्षिवृक्षयोः मध्ये संयोगः जायते तत्र संयोगः कुत्र अस्ति उभयत्र अस्ति खलु पक्षिणी अपि अस्ति वृक्षे अपि अस्ति किन्तु इदानीं संयोगः इति गुणः सर्वत्र अस्ति वा इति चेत् नास्ति अतः अव्याप्यवृत्ति इति तस्मिन् सन्दर्भे एव व्याप्यवृत्तित्वम् अव्याप्यवृत्तित्वम् इति अस्माभिः अधीतम् आमां सत्यम् व्याप्यवृत्ति अव्याप्यवृत्ति इत्यत्र व्यापकस्य चिन्तनमेव नास्ति तर्हि अधिकरणे सर्वत्र अस्ति वा एकस्मिन् कोणे अस्ति वा इत्येव चिन्तनम् इति एव चिन्तनं तर्हि साध्यम् अपि एकस्मिन् एव भागे अस्ति हेतुः अपि तदेव भागे अस्ति वा न वा इति न आगच्छति अधुना एतेन प्रश्नेन अतः परिष्कर्तव्यं सत्यम् अस्तु तर्हि अत्र इतोपि किञ्चित् परिष्कर्तव्यमस्ति अत्र रक्तवर्णे अहं स्थापयिष्यामि अग्रिमे वर्गे चिन्तनं कुर्मः तर्हि एतदेव गृहपाठः अस्ति इत्युक्ते अत्र अष्टमप्रश्ने हेतुः केवलान्वयी वा अन्वयव्यतिरेकी वा इति तदनन्तरं पश्येम इति तस्मिन् विषये इदानीं चिन्तनं करणीयमेव चिन्तनं कृत्वा अत्र संस्थापनीयमपि अस्तु समयः जातः अत्र स्थगेम तर्हि इदानीम् उदाहरणद्वयं यदासीत् अवशिष्टमासीत् पर्वतः वन्यमान् जलात् शब्दः नित्यः कृतकत्वात् इति उभयोः चिन्तनम् अस्माभिः तन्मध्ये कृतं किन्तु अत्र केवलं हेत्वाभासः कथं तत्र प्रतिबन्धकज्ञानस्य आकारः कः इति एतत् सर्वं केवलं वक्तव्यमस्ति तद्वदेम अपि च अग्रिमे वर्गे किं कुर्मः अस्मिन् विषये अत्र व्याप्यवृत्तित्वम् इत्यस्मिन् विषये किञ्चित् चिन्तनं कुर्मः तदनन्तरं तत्र अग्रिम एकं स्प्रेड्शीट् अस्ति खलु उदाहरणपरिशीलनम् इति तत्र यानि उदाहरणानि अस्माभिः चिन्तितानि तानि एव उदाहरणानि अत्र स्थापितानि किन्तु भिन्नरीत्या चिन्तनम् अत्र मया किं कृतम् उदाहरणानि अत्र संस्थाप्य तदनन्तरं भिन्नभिन्नहेत्वाभासाः सन्ति खलु ते हेत्वाभासाः अत्र उपरि मया स्थापितम् आश्रयासिद्धिः बाधः बाधः इति स्थापितं तर्हि एकम् उदाहरणं स्वीकृत्य अत्र बहुत्र भवति इत्युक्ते अत्र अनुमानपरिशीलनक्रमः इति पश्यति चेत् तत्र 8.3 इति अस्ति खलु तत्र पश्यन्ति चेत् अत्र उदाहरणपञ्चमं मया लिखितमस्ति पर्वतः धूमान् वन्यमत्वात् पर्वतः धूमवान् वन्येः पर्वतः वन्यमान् प्रमेयत्वात् शब्दः अनित्यः गगनात् पर्वतः वन्यमान् जलात् इति एतत् सर्वम् अत्र वक्तुं शक्यते इत्युक्ते व्यतिरेकव्यभिचारः अत्र वक्तुं शक्यते अतः साधारणस्य व्यभिचारः अपि अत्र वक्तुं शक्यते तर्हि इदानीं निगमनं करणीयम् अतः एतादृशे चिन्तनम् एकवारं कुर्मश्चेत् तदा लक्षणं वक्तुं शक्यते अपि च उदाहरणपरिशीलनम् इति स्प्रेड्शीट् मध्ये तर्कसङ्ग्रहकारेण यानि लक्षणानि दत्तानि तद् मया स्थापितमस्ति आश्रयासिद्धिः इत्यस्य लक्षणं तेन न दत्तं बाधः इत्यस्य लक्षणं तेन दत्तं साध्याभावः प्रमाणान्तरेण निश्चितः यस्य सः बाधः इति स्वरूपासिद्धेः लक्षणं न दत्तम् असाधारणस्य व्यभिचारस्य लक्षणं तेन दत्तं सर्वसप्रतिपक्ष विपक्ष सर्वसपक्षविपक्षव्यावृतः पक्षमात्रवृत्तिः हेतुः इति तदनन्तरं साध्याभाववृत्ति साधारणसव्यभिचारः इत्यस्य लक्षणं दत्तं सत्प्रतिपक्षस्य लक्षणं दत्तं व्याप्यत्वासिद्धिः इत्यस्य लक्षणं दत्तम् अनुपसंहारी इत्यस्य लक्षणं दत्तं विरुद्धः इत्यस्य लक्षणं दत्तम् तर्हि पुनः एकवारं चिन्तनं कुर्मः, तदा इतोपि अर्थबोधः ऐ मीन् समी दृढबोधः जायते. अस्तु, अग्रिमे वर्गे इतोपि चिन्तनं कुर्मः. तत्र तन्मध्ये इतोपि मया किञ्चित् साधितमस्ति, इत्युक्ते साध्यासिद्धिः पक्षासिद्धिः भवति खलु. पक्षासिद्धिः भवति चेत् आश्रयासिद्धिः इति हेत्वाभासः. साध्यासिद्धिः अस्ति चेत् तस्य नाम किम् इति नवसु हेत्वाभासेषु न उक्तं. साध्यासिद्धिः इत्यस्य नाम कः, एवं हेत्वासिद्धिः इत्यस्य नाम कः इति न उक्तम्. व्यतिरेकसहचाराभावः इत्यस्य नाम किम् इति न उक्तम्. तर्हि तेषु विषयेषु अपि अस्माभिः चिन्तनीयमस्ति. पश्येम कथं जायते इति. अत्र स्थगयतु. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादाश्च. धन्यवादः.